अस्तु अद्यतन कक्षायै त्रीणि पत्राणि आवश्यकानि, करपत्राणि द्वयम् अपि तु पुस्तकं, विद्याधरीपुस्तकं। ओ, करपत्राणि द्वयम् अपि आवश्यकं वा? आमाम्। ओहो, एकनिमिषं, सङ्गणकम् आनयामि भगिनि। आमां, प्रथमं तु सङ्गणके अस्ति खलु? अहं करपत्रं मम समीपे अस्ति, पूरा संयोगः इति विषये नूतनकरपत्रं मम समीपे नास्ति। अस्तु, प्रथमं तु संयोगस्य प्रसङ्गे किञ्चित् भवन्तः पठन्ति सन्ति, अन्यत् अस्ति संयोगस्य आधारेण पृथक्भेदयोः परस्परवैलक्षण्यम् इति, अपि तु विद्याधरीपुस्तकम्। सिद्धा वा? आम् भगिनि। नाम किं तत् करपत्रस्य? द्वितीयस्य नाम संयोगस्य आधारेण पृथक्भेदयोः परस्परवैलक्षण्यम् इति। अस्तु अस्ति भगिनि। किं वैलक्षण्यं? वैलक्षण्यं नास्ति अत्र, प्रसङ्गे किञ्चित् वैयाकरणं, न्यायशास्त्रं, संयोगस्य प्रसङ्गे प्रथमम् अस्ति, किञ्चित् समयानन्तरम् उद्घाटयतु। इदानीं तु संयोगस्य प्रसङ्गे किञ्चित् एव पर्याप्तं। वैलक्षण्यं न दृश्यामि, न पश्यामि। अस्तु, मुद्रणानि सन्ति खलु जालपुटे, महोदयस्य जालपुटे? अत्र पश्यामि। आम् आम्, तत्रैव संयोजितम् अस्ति, डिसेम्बर् मासस्य मुद्रणं प्रायः। अस्तु, आरभामहे। अस्तु, एतावता संयोगस्य चर्चा जायमाना अस्ति। संयोगः कदा भवति वा कुत्र कुत्र भवति? उत्तरमस्ति, संयोगः पृथग् आश्रय आश्रितयोः मध्ये एव भवति इति सिद्धान्तः। अनेन किं निष्पन्नं जातम्? अवयवपरम्परायां चरम अवयवः परमाणुः एव, तत्तु वयं जानीमः। तर्हि सर्वेषां द्रव्याणां चरम अवयवः परमाणुः एव। चरम अवयवः परमाणुः चेत् कथं संयोगः जायते? सर्वेषां द्रव्याणां चरम अवयवः परमाणुः चेत् कथं संयोगः जायते वा संयोगः द्रव्ययोः मध्ये न सम्भवति किम् इति प्रश्नः। प्रथम अंशः तु अस्ति पार्थिवपरमाणवः, जलीयपरमाणवः, तेजसपरमाणवः, वायवीयपरमाणवः परस्परभिन्नाः सन्ति। अस्तु, इदानीं पार्थिव द्रव्येषु घटः पटः च स्वीक्रियते, अन्ततो गत्वा तयोः पार्थिवपरमाणवः। ईश्वरेच्छेवशात् परमाणुः घटारम्भिकः वा पटारम्भिकः वा भवितुम् अर्हति। तर्हि साम्यम् अस्ति किं तयोः घटपटयोः परमाण्वोः साम्यम् अस्ति किम् इति प्रश्नः। अस्तु, प्रत्येकं परमाणुव्यक्तिः तु भिन्ना, परमाणवः यद्यपि पार्थिवपरमाणवः, परन्तु घटस्य परमाणवः तु घटपरमाणवः एव, घटः इति व्यक्तित्वरूपेण भिन्नः अस्ति, अतः परमाणुव्यक्तिः भिन्ना, तादृशमेव पटपरमाणवः अपि भिन्नाः। घटत्वं चेदपि यद्यपि तयोः जातिः समान, अस्तु घटद्वयं स्वीकुर्मः, तत्र किं भवति, घटत्वं तु समानं, जातिः तु समाना अस्ति, परन्तु व्यक्तित्वं भिन्नं. कश्चन एकस्य एकः घट कश्चन घटः अन्यस्मात् भिन्नः इति. अनन्तरम् अस्ति कार्यवशात् कारणम् अनुमीयते इति. कार्यानुगुणमेव भिन्नाः अवयवाः घटस्य वा पटस्य वा. अस्तु, तर्हि न्यायशास्त्रे प्रत्येकम् अवयवः द्रव्यम् इति मन्यन्ते. बौद्धाः तु प्रत्येकस्तरे परमाणुपुञ्जः इति मन्यन्ते, परन्तु नैयायिकाः तु प्रत्येकस्तरे परमाणवः सन्ति, तदनन्तरं द्वयणुकं त्रयणुकम् इत्यादयः प्रत्येकस्तरे द्रव्यं भिन्नं भवति इति. तर्हि आहत्य प्रत्यक्षेन दृश्यते यत् घटः पृथक्, पटः पृथक् इति. अतः तौ द्वौ युतसिद्धौ इति पठितम् अस्माभिः. तर्हि अद्यतनपाठः अग्रे किञ्चित् केचन विषयाः सन्ति परमाणुविषये, तदनन्तरं गभीरतया संयोगः कुत्र भवति इत्यस्य चर्चा भविष्यति. प्रश्नाः सन्ति वा पूर्वतन पाठे? हरि ओम्. न महोदय, प्रश्नः नास्ति. अस्तु, तर्हि अस्मिन् करपत्रे संयोगस्य प्रसङ्गे किञ्चित् इत्यस्मिन् करपत्रे तथा इति आरभ्य रामप्रिय भगिनी पठति वा? तथा इति अन्तिमे. परन्तु भगिनी, तस्य पूर्व धनमपि वयं न कृतवन्तः, इदानीम् अस्माकं. ओ अस्तु अस्तु अस्तु, एवं हि कृतवान्. किं किं भगिनि? कर्तुम् अधुना अस्तु, अद्य कुर्मः वा? तथा च अस्तु. कुतः रामप्रिया भगिनी वदति वा? आम्, इदानीम् अस्माकं पुरतः यः घटः पटः च स्तः तदारभ्य. अस्तु, तर्हि पठतु भगिनी कृपया. इदानीम् अस्माकं पुरतः यः घटः पटः च स्तः तौ द्वौ पृथक् सिद्धौ प्रत्यक्षेण. अतः इदानीं ये अस्य घटस्य आरम्भकपरमाणवः वर्तन्ते, ते इदानीं दृश्यमानस्य पटस्य आरम्भकः न भवन्ति एव. उभयत्र पार्थिक्यम् इति अनुभवसिद्धम्. पूर्वं पठितवन्तः यदा एकस्मिन् समये एव परमाणुभिः घटः वा या पटः वा वयं न निर्मातुं शक्यते इति. द्वयोः अयुक्तसिद्धत्वं न भवति, अतः घटपटयोः अयुक्तसिद्धत्वं नास्ति एव इति पूर्वस्मिन् परिच्छेदे पठितवन्तः. कालान्तरे तैः एव परमाणुभिः तत्र इदानीं वय अस्माकं पुरतः यः घटः पटः च स्तः द्वौ द्वौ पृथक् सिद्धौ प्रत्यक्षेण. द्वौ तौ द्वौ घटः घटः पटौ प्रत्यक्षेण पृथक् अस्ति, पृथक् सिद्धौ अस्ति. अतः इदानीं ये अस्य घटस्य आरम्भकपरमाणवः वर्तन्ते, ते इदानीं दृश्यमानस्य पटस्य आरम्भकपरमाणवः न भवन्ति एव. आम्, यदा घटस्य आरम्भकपरमाणवः किमपि अस्ति चेत् तद् पटस्य आरम्भकपरमाणवः न भवितुम् अर्हति एव. उभयत्र पार्थिक्यम् इति अनुभवसिद्धम्. उभयत्र अपि इत्युक्ते घटपटयोः निर्माण समये पार्थिक्यम् इत्युक्ते पार्थिव लक्षणम् इति स्वीकुर्मः किल गुणं पार्थक्यम् इत्युक्ते पृथक् इति पृथक् ओहो पटः भिन्न घटः भिन्नम् इति अनुभवरीत्या वयं वक्तुं शक्नुमः अत्र किम् अस्ति एतावता परमाणुस्तरे परमाणुषु स्तरे चर्चा जाता परमाणवः घटस्य वा पटस्य वा कथं निर्णीयते एतत् सर्वं परन्तु अन्तिमचर्चायां घटः तु प्रत्यक्षेण अस्ति अस्माकं पुरतः पटः अपि अस्ति अस्माकं पुरतः प्रत्यक्षेण अतः घटः वा पटः इति स्थिरः अस्ति खलु अस्माकं मनांसि स्थिरः एव घटः अस्ति पटः अस्ति इति तत्र कोऽपि संशयः नास्ति अतः एव अत्र अस्ति इदानीं ये अस्य घटस्य आरम्भकपरमाणवः वर्तन्ते ते इदानीं घटः यत् यः अस्ति अस्माकं पुरतः तस्य आरम्भकपरमाणवः तु घटस्य एव कदापि न पटस्य तादृशमेव पटस्य परमाणवः ये पटे सन्ति ते पटस्य एव न तु घटस्य अतः आनुभविकरूपेण पटः पृथक् घटः पृथक् इति दृश्यते आनुभविकरूपेण इत्युक्ते प्रत्यक्षेन एव अस्माकं पुरतः दृश्यते इति अस्तु प्रश्नः अस्ति वा न भगिनि अस्तु सुनील् महोदय अग्रे आम् पठामि अन्ते इदमपि वक्तव्यं यत् न्यायशास्त्रे पार्थिवपरमाणवः जलीयपरमाणवः तेजसपरमाणवः वायवीयपरमाणवः च एते चत्वारः परस्परं नित्यं भिन्नाः पार्थिवपरमाणुभिः पार्थिवपदार्थयोः पदार्थाः उत्पद्यन्ते जलीयपरमाणुभिः महत् जलम् उत्पद्यते तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः जलीयपदार्थानां कारणानि जलीयपरमाणवः च एते भिन्नश्रेण्यां स्थिताः परमाणवः नित्यं भिन्नाः अत्र इदानीं अन्य अधिकवार्ता अस्ति इति अत्र न्यायशास्त्रे पार्थिवपरमाणवः जलीय परमाणवः तेजस्वपरमाणवः वायवीयपरमाणवः ते परस्परं भिन्नाः इति सर्वदा भिन्नाः इति अतः पार्थिवपरमाणुतः केवलं पार्थिवपदार्थः उत्पद्यते जलपरमाणतः जलम् उत्पद्यते अतः तत्र कारणम् अपि भिन्नः इति अतः तत्र परम्परारीत्या परमाणु तः पार्थिवपर्यन्तं तत्र भिन्नश्रेणी अपि अस्ति इति एव अस्ति अत्र सम्यक् एव अस्तु अग्रे पुष्पा भगिनी पठितुमिच्छति वा अस्तु भगिनि तथा च पार्थिवपरमाणुषु रूपं रसः गन्धः स्पर्शः इत्येते गुणाः सन्ति पार्थिवपरमाणु तत् कथं पार्थिवस्तु अर्थं किम् पृथिवी खलु अस्तु अस्तु भगिनि अस्तु ते च न उद्भूताः इत्यस्मात् न गृह्यन्ते अस्माभिः. तथैव जालीयपरमाणुषु रूपं रसः स्पर्शः च इत्येते गुणाः भवन्ति. तेजसः परमाणुषु रूपं स्पर्शः च भवतः. वायौ स्पर्शः इति गुणः वर्तते. अत्र पार्थिवपरमाणुषु अर्थे परमाणुषु रूपं रसः गन्धः स्पर्शः इत्येते गुणाः सन्ति. उद्भूता इत्यस्मात् न गृह्यन्ते अस्माभिः, ते च न उद्भूताः. उद्भूताः इत्युक्ते न दृश्यन्ते, चक्षुषा न गृह्यन्ते, इत्यस्मात् न गृह्यन्ते तु अस्माभिः न गृह्यन्ते. आम् आम्, यतोहि परमाणुषु परमाणुस्तरः अस्ति खलु, परमाणुषु न गृह्यन्ते. हस्ते न प्रकटीकरणं न अस्माकं न शक्नुतः. अस्तु, हस्तेन गृह्यते इत्युक्ते अस्माकं ग्रहणे न आयाति इति. इदानीं मनसि ग्रहणेन. आम् आम्, मनसि ग्रहणेन. तथैव जलीयपरमाणुषु रूपं रसं स्पर्शः च इत्येते गुणाः भवन्ति. जले तु रूपं रसः स्पर्शः इत्येते त्रीणि गुणाः भवन्ति. तेजसि परमाणुषु रूपं स्पर्शः इति भवतः. द्वे अपि भवतः. वायौ स्पर्शः इति गुणः भवति. अस्तु, अतः कस्यचित् पार्थिवपरमाणोः रक्तरूपं कस्यचित् श्वेतरूपं कस्यचित् च कृष्णरूपम्. अस्तु अस्तु, रूपं कति सन्ति, रूपं तु भिन्नानि रूपाणि भवन्तः परमाणुनां. यद्यपि द्रव्यम् एकम् अस्ति, पुस्तकं वा किम् अन्नम् इति स्वीकरोतु, ओदनम् इति स्वीकरोतु, तस्मिन् ये परमाणवः सन्ति तेषां भिन्नानि रूपाणि भवन्ति. एकस्य परमाणोः रक्तरूपम्, एकस्य श्वेतरूपम् इत्यादयः. परन्तु आहत्य अस्माभिः अन्नम् इत्युक्ते किं श्वेतरूपमेव दृश्यते इति. अतः सर्वेषु पार्थिवपरमाणुषु रूपं पाकवशात् उत्पद्यते नश्यति च. तम् पार्थिव अर्थः उत्पद्यते पाकवशात् तत्परिणार्थं नश्यति. इत्युक्ते किं पाकवशात् इत्युक्ते पाकं तु तत् कार्यं करोति. पाकवशात् इत्युक्ते किं भगिनि? पाकवशात् तु आवां तु अन्नं पाकं करोमि या अर्थं नास्ति तत्र पाकवशात् तु अर्थ मीन्स् अर्थ पार्थिव पार्थिव कोऽपि सहायं करोति वा महोदय वा अर्थात् तु भूमि भूमि अर्थात् तु भूमि न भूमि पाकवशात् उत्पद्यते कोऽपि तत्र पार्थिव पार्थिवपरमाणुषु रूपं पाकवशात् उत्पद्यते नश्यति च इति अस्ति इत्युक्ते पार्थिवपरमाणुषु रूपम् इति गुणः वर्तते खलु रूपम् इति गुणः तेजसंयोगेन भवति इति अर्थः पाकवशात् आम् पाकः इत्युक्ते विशेषतया तेजसंयोगे तेजससंयोगेन इति अर्थः तेजसंयोगेन कोऽपि उत्पद्यते रूपं रूपविषये एव अर्थम् उत्पद्यते कोऽपि उत्पद्यते अपि ओडनं या कोऽपि कोऽपि अस्तु वस्त्र वृक्षः कोऽपि उत्पद्यते अस्तु उत्पद्यते अपि तु नश्यति अपि रूपम् अपि तु उत्पादनं पाकेन जायते इति अतः एतद् आधारेण अपि पार्थिवपरमाणवः भिद्यन्ते भिद्यन्ते हा भिद्यन्ते तु स्तः स्ते स्तः न सन्ति भिद्यन्ते इत्युक्ते भिन्ना भवन्ति भिन्नाः भवन्ति पार्थिवपरमाणवः जले जलपरमाणुभ्यः वा तेजसपरमाणुभ्यः वायौ वायुपरमाणुभ्यः भिन्नाः भवन्ति किमर्थम् इत्युक्ते तेषां रूपं पाकेन जायते रूपनाशनं वा रूप उत्पादनं नाशनं पाकेन जायते इति अस्तु एकस्य परमाणोः एकः गन्धः अपरस्य पुनः अन्यः गन्धः अस्तु अत्र पार्थिव एकपरमाणस्य एकगन्धः अन्यस्य अपरस्य अन्यगन्धः अस्ति पुनः परमाणवः द्रव्याणि परमाणवः द्रव्याणि तस्मात् तेषु गुणाः भवति एव परमाणवः द्रव्याणि तस्मात् तेषु गुणाः भवन्ति एव परमाणवः द्रव्ये गुणाः अन्य अन्यगुणाः सन्ति इति न गुणाः कदा उत्पद्यन्ते द्रव्य अस्ति चेत् परन्तु अस्माभिः पूर्वमेव पठितम् अस्मिन् करपत्रे एव नैयायिकाः वदन्ति यत् परमाणुस्तरे एव द्वयणुकस्तरे द्रव्यं भवति इति द्वयणुकात् आरभ्य प्रत्येकं स्तरः द्रव्यमेव इति तर्हि द्रव्यम् इत्युक्ते द्रव्ये गुणाः भवन्ति खलु तदेव गन्धवती पृथ्वी इति अस्ति किल पार्थिवपरमाणुः अपि पृथ्वी इदं तर्हि द्रव्ये यः गुणः अस्ति ये गुणाः सन्ति ते परमाणुषु स्तरे अपि सन्ति इति अर्थः तथैव घटपरिमाणुः घटस्य कार्यं करणीयं अस्ति घटारम्भकपरिमाणुः घटस्य घटस्य अंशः अस्ति गुणः अस्ति गुणाः घटस्य गुणाः तेषु सन्ति इति अग्रे रामप्रिया भगिनी अधुना पुस्तकत्वं घटत्वम् इत्यादिकं किन्तु परमाणुषु न भवति द्रव्यत्वव्याप्यजातिः परमाणुषु न अङ्गीक्रियते द्रव्यत्वव्याप्यं पृथ्वीत्वं व्याप्यं भवति घटत्वपटत्वादिकं द्रव्यत्वव्याप्यव्याप्यजातिः घटत्वपटत्वजातिः सा जातिः परमाणुषु न अङ्गीक्रियते अत्र परमाणुषु पुस्तकत्वं घटत्वम् इति धर्मः न सन्ति एव द्रव्यत्व व्याप्य इति द्विवारं वा द्रव्यत्वव्याप्यजातिः परमाणुषु न अङ्गीक्रियते अग्रे अस्ति पठतु भगिनि अग्रे द्रव्यत्वव्याप्यं पृथ्वीत्वं द्रव्यत्वव्याप्यम् इत्युक्ते पृथ्वीत्वं तद् व्याप्यं द्रव्यस्य व्याप्यम् इत्युक्ते किं द्रव्यत्वव्याप्यं द्रव्यात् व्याप्यम् इति वा द्रव्येन व्याप्यम् अस्ति पृथ्वीत्वं खलु द्रव्यत्वेन व्याप्यम् अस्ति पृथ्वीत्वम् इत्युक्ते पृथ्वीत्वम् अस्ति चेत् तस्य अपेक्षया अधिकदेशवृत्तिः द्रव्यत्वस्य खलु द्रव्यत्वस्य एकः भागः अस्ति पृथ्वीत्वम् अतः व्यापकम् अस्ति द्रव्यत्वं कं व्यापयति पृथ्वीत्वं व्यापयति व्यापकम् अधिकदेशवृत्तिः अतः द्रव्यत्वं पृथ्वीत्वं व्यापयति वा पृथ्वीत्वं द्रव्यत्वेन व्याप्यम् अस्ति द्रव्यत्वं पृथ्वीत्वं व्यापयति पृथ्वीत्वं द्रव्यत्वेन व्यापयति व्यापकं भवति अस्ति तद् व्याप्यं भवति अग्रे तद् व्याप्यं भवति घटत्वपटत्वादिकं तद् इत्युक्ते किम् अत्र तद् इत्युक्ते पृथ्वीत्वं किल आम् पृथ्वीत्वं व्याप्यं भवति घटत्वपटत्वादिकम् अतः द्रव्यत्वव्याप्यव्याप्यजातिः घटत्वपटत्वजातिः आम् परम्परया खलु परम्परया तदनन्तरं पृथ्वीत्वं तदनन्तरं घटत्वपटत्वादिकम् अस्ति द्रव्यत्वं तद् पृथ्वीत्वस्य व्यापकम् अस्ति पुनः पृथ्वीत्वं घटपटत्वादि व्यापकम् अस्ति अतः परम्परया द्रव्यत्वं घटत्वपटत्वादि व्यापकम् इति घटत्वपटत्वं परमाणुषु सा जातिः नास्ति एव न अङ्गीक्रियते अस्तु अग्रे अत्र व्याप्य द्वे समय किम् अस्ति एकवारं वदतु व्यापकं भवति अधिकदेशवृत्तिः. यः अधिकदेशस्य अस्ति सः व्यापकं भवति. द्रव्यत्वं न केवलं पृथ्वीत्वम् अपि तु जलत्वं तेजत्वम् इत्यादयः अपि व्यापयति खलु. ततः अतः द्रव्यत्वेन व्याप्यम् अस्ति पृथ्वीत्वं, पुनः पृथ्वीत्वेन व्याप्यम् अस्ति घटत्वपटत्वम्. अतः परया द्रव्यत्वेन व्याप्यं घटत्वपटत्वादिकम् इति, घटत्वपटत्वजातिः इति. अत एव द्रव्यत्वव्याप्यव्याप्यजातिः इति. द्रव्यत्वव्याप्य पृथ्वीत्वं, पुनः पृथ्वीत्वव्याप्यजातिः घटत्वपटत्वं, घटत्वपटत्वजातिः. अस्तु, अग्रे व्याप्यजातिः तु अत्र तस्य तस्य धर्मः नास्ति न? धर्मः अस्ति, धर्मः एव खलु. किन्तु परमाणुषु रूपाद्यारभ्य गुणाः भवन्ति. पृथिव्यां ये गुणाः सन्ति ते सर्वे पार्थिवपरमाणुषु अपि भवन्ति. नो चेत् द्वयणुके कथं वा रसः स्यात्, त्रयणुके कथं वा स्यात्? अवयवगुणेन अवयविषु गुणाः, क्वचित् पाकवशात् अपि गुणाः भवन्ति केवलं पार्थिवद्रव्ये. पार्थिवपरमाणुषु गुणाः न नित्याः, पाकवशात् उत्पद्यन्ते. अपरेषु परमाणुषु गुणाः नित्याः. अत्र अस्ति परमाणुरूपे, परमाणु स्तरे रूपादि गुणाः न भवन्ति इति. केवलं द्वयणुके एव अस्ति इति. द्वयणुकात् आरभ्य भवन्ति, द्वयणुकात् आरभ्य गुणः भवति इति. गुणाः भवन्ति इति. अतः द्वयणुके रसः वा अन्य गुणाः भवन्ति. त्रयणुके अपि अस्ति एव. अतः अवयव अवयवगुणेन अवयवी अपि गुणाः भवन्ति. अत्र अन्यत् अस्ति पार्थिवद्रव्ये कदाचित् पाकवशात् गुणाः भवन्ति इति. पार्थिवपरमाणुषु गुणाः न नित्याः, पाकवशात् उत्पद्यन्ते. अत्र पार्थिवपरमाणुषु गुणाः न सर्वदा न सन्ति इति. यदा पाकवशात् एव उत्पद्यन्ते इति. इत्युक्ते यस्य उत्पादनं भवति तस्य नाशनमपि भवति. अतः ते नित्याः न, ये पाकवशात् जायन्ते ते नित्याः न. भगिनि, अत्र जले तु पाकवशात् कोऽपि उत्पद्यते न? जले कोऽपि अग्रे अग्रे अग्रे पठामः. विद्याधरी पुस्तके अस्ति, अग्रे पठामः. अन्य एकवाक्यमपि अस्ति, अपरेषु परमाणुषु गुणाः नित्याः इति. पार्थिव परमाणु विहाय अन्य परमाणुषु गुणाः नित्याः इति. अत्र मुख्य अंशः अस्ति यत् परमाणुषु इत्युक्ते द्वयणुकात् आरभ्य गुणाः वर्तन्ते, ताभिः एव अवयवी गुणाः भवन्ति. अवयवे ये गुणाः सन्ति ते एव अवयविनी अपि सन्ति खलु. तदेव अंशः अस्ति. अस्तु, अग्रे विद्याधरी पुस्तके पृष्ठसङ्ख्या अस्ति. एकनिमिष भगिनि, एकनिमिष. द्वाशीतिः. एय्टि टु. पृष्ठं किं भगिनि? 82. द्युपाधिचतुष्टयं तदारभ्य भवानेव पठतु सुनील महोदय. रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च, अन्यत्र अन्यत्र अपाकजं नित्यमनित्यं च, नित्यगतं नित्यम् अनित्यगतम् अनित्यमिति. अत्र रूपादि चतुष्टयम् इति अस्ति, अत्र गुणविषये अस्ति. रूपादिचतुष्टयं के? रूपं, रसः, गन्धः, स्पर्शः. आम्. अत्र चतुर्गुणाः पृथिव्यां पाकजमनित्यं च इति. इत्युक्ते पाकजेन जायन्ते अपि तु ते अनित्याः. पाकजम् इत्युक्ते विलक्षणतेजसंयोगः इति अर्थः. अग्रे किं विलक्षण तेजसंयोगः? अन्यत्र अपाकजं नित्यमनित्यं च इति. अन्यत्र इत्युक्ते पृथिवी विहाय इति किल? आम् आम्. इतरेषु द्रव्येषु अपाकजम् इत्युक्ते तेजसंयोगेन न जायन्ते. अत्र नित्यं वा अनित्यं वा भवति इति. आम् आम्. अग्रे नित्यगतं नित्यम् अनित्यगतम् अनित्यम् इति. इत्युक्ते यत्र नित्यमस्ति तद् नित्यमेव. नित्यपरमाणवः, नित्यगुणाः, यत्र नित्यम् अस्ति अन्यत्र पाकजं नित्यम् अनित्यं च. इत्युक्ते इतरेषु द्रव्येषु अपाकजं, क्षम्यताम्, अपाकजं पाकेन न जायते, अपि तु गुणाः नित्याः अनित्याः च. नित्यगतं नित्यम् इत्युक्ते ये गुणाः, यत्र गुणाः नित्याः सन्ति तत्र परमाणवः अपि नित्याः, अन्यत्र अनित्याः इति. अस्तु, अग्रे रामप्रिया भगिनी. आं भगिनि, चतुर्णां विशेषमाह रूपादिचतुष्टयम् इत्यादीना पृथिव्यां पाकजं, पाकः तेजसंयोग संयोगः तेन जायते. आतपे स्थापिते नारिकेलशकले पूर्वरूपा रूपादिनाशः, अन्येषां च उत्पत्तिः तेजः संयोगादेव. अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते. भक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम्, अनित्ये द्वयणुकादौ अनित्यम्. अत्र च जलादौ रूपादिचतुष्टय चतुष्टय असम्भवेन यथा सम्भवं सम्भवमेव ग्राह्यं. विस्तरः अन्यत्र. प्रथमं चतुर्णां विशेषमाह इति रूपादिचतुष्टयं रूपरसगन्धः स्पर्शः तद् गुणः विषये पृथिव्यां पाकजं पृथिव्यां पाकः जनयति इति किं जनयति तेजसंयोगः पाकः इत्युक्ते तेजसंयोगः तेन जनयति इति तेन जायते किं तेजसा जायते परन्तु किं जायते तेजसा गुणः रूपादि चतुष्टयं गुणाः जायते आतपे स्थापिते नारिकेलशकले यदा नारिकेलशकलः इत्युक्ते नारिकेलस्य एकं भागः आतपे स्थापितः सन्ति चेत् पूर्वरूपादिनाशः पूर्वं किमपि तद् रूपम् अस्ति तस्य नाशः भवति आतपे स्थापितः इति कारणात् अन्येषां च उत्पत्तिः तेजः संयोगात् एव तस्य रूपस्य किमपि परिवर्तनं भवति कारणमस्ति तेजसंयोगः एव तदेव पाकजं किल अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते अन्यत्र इत्युक्ते जलादौ जलः वायु तत्र अपाकजम् इत्युक्ते न पाकेन जायते तत्र तेजः संयोगः नास्ति इति वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते वक्ष्यमाणप्रकारेण वक्ष्यते इत्युक्ते वदति अग्रे वा वदति वा इति अग्रे वदति लेखकः कारणगुणेभ्यः जायते इत्युक्ते कारण गुणेभ्यः जायते गुणः कारणं कस्य कारणेन भवति इति वा किं कारणेन केन कारणेन क्षम्यतां केन कारणेन भवति इति वक्ष्यमाणप्रकारेण गुणाः तु पाकेन न जायन्ते परन्तु ये गुणाः कारणे सन्ति कारणे इत्युक्ते परमाणुषु सन्ति तेभ्यः एव जायन्ते इति जनयति तेभ्यः एव जनयति तर्हि वयं तु पठितवन्तः खलु पूर्वमेव गुणाः परमाणुषु सन्ति इति द्वयणुकात् आरभ्य ये गुणाः तत्र सन्ति द्वयणुके वा त्रयणुके तस्मात् एव अग्रिमस्तरेषु गुणाः भवन्ति इति ओहो तस्मिन् विषये अनन्तरं वयं पश्यामः इति वा आम् आम् तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यं तत्रैव जलादौ इत्युक्ते जलवायु आदौ नित्ये परमाणौ रूपादि नित्यं तत्र तत्रापि परमाणौ अपि नित्यम् इति वा रूपादि नित्यम् इति तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम् इत्युक्ते जलादौ इतरेषु पृथ्वीं विहाय इतरेषु द्रव्येषु नित्ये परमाणौ इत्युक्ते परमाणवः नित्याः चेत् रूपाः गुणाः अपि नित्याः इति अनित्ये द्वयणुकादौ अनित्यं यदा अनित्ये अस्ति चेत् द्वयणुक आदौ द्वयणुकादौ अपि अनित्यं भवति. इत्युक्ते द्वयणुकादारभ्य तस्य उत्पादनं नाशनं अपि भवति इति. अत्र च जलादौ रूपादि चतुष्टय असम्भवेन यथासम्भवम् एव ग्राह्यम्. यदा अत्र नित्यम् इति अस्ति रूपादिचतुष्टयं चतुष्टय असम्भवेन इति एव किल सन्धिविच्छेदम्. आम् आम् असम्भवेन एव असम्भवेन अत्र जलादौ अपाकजम् अस्ति नित्यम् अस्ति तद् यत्र तद् असम्भवेन इति अस्ति यथासम्भवम् एव ग्राह्यम् तत्र एव वयं इत्युक्ते पृथिव्यां तु चत्वारः गुणाः जले तु त्रयः गुणाः गन्धं विहाय खलु तस्य द्वौ गुणाः द्वौ गुणौ द्वौ गुणौ वायौ एकः एव तर्हि यथा सम्भवः इत्युक्ते यत्र यत्र गुणाः सम्भवन्ति तदेव ग्राह्यन्ते अस्माभिः इति. ओहो हो यदा द्वौ चेत् द्वौ एव ग्राह्यन्ते एकम् एकः अस्ति चेत् एकः एव यत् जलादौ जले त्रयः गुणाः सन्ति चेत् तेषां ग्रहणमेव भवन्ति इति अस्ति. परन्तु चतुष्टय रूपादिचतुष्टयविषये किमर्थम् अस्ति अत्र इत्युक्ते रूपादिचतुष्टय असम्भवेन चत्वारः गुणाः न सन्ति खलु जलादारभ्य चत्वारः गुणाः न सन्ति तदेव असम्भवः इति अस्ति. इदानीम् अवगतम् अस्तु स्पष्टं वा इदानीं स्पष्टं प्रश्न अस्ति वा अस्तु अग्रे संख्या अस्ति अष्टनवतिः अष्टनवतिः पेज् 98 पुष्पा भगिनी पठति वा कं किं पदम् अतः एवम् अतः एवं वाच्यम् इति आरभ्य आम् वाक्यशः पठामः किञ्चित् क्लिष्टकरः अस्ति परन्तु वाक्यशः पठामः अतः एवं वाच्यं मूर्तगतक्रियया तस्य मूर्तान्तरेण विधुना च संयोगः भवति एवं वाक्यशः अर्थं प्रतिपादयामः भगिनि मूर्तगतक्रियाया मूर्त तु द्रव्यं न मूर्तद्रव्यं किम् मूर्तद्रव्यं परमाणु न मूर्त अस्तु मूर्तद्रव्यम् इत्युक्ते यः क्रियायाः आश्रयः भवति सः मूर्तद्रव्यं तत् मूर्तद्रव्यं क्रियाश्रयः इति न्यायशास्त्रे तस्य निरूपणमस्ति क्रियाश्रयः इति. पञ्चमूर्तद्रव्याणि सन्ति, पृथ्वी जलं तेजः वायुः मनः अपि मूर्तद्रव्यं, येषु क्रियाः भवन्ति. क्रिया इत्युक्ते उत्क्षेपणक्रिया वा अपक्षेपणक्रिया, आकुञ्चनक्रिया, गमनक्रिया इत्यादयः. अस्तु, तस्मिन् विषये जालपुटे एव एक महोदयस्य पत्रम् अस्ति, करपत्रम्. प्रश्नोत्तरः इत्यस्मिन् करपत्रे अत्र समयोग वैलक्षणं किं अन्य अन्यस्मिन् करपत्रे. प्रश्नोत्तरम् इति अस्ति करपत्रं तस्मिन्. अस्तु, तर्हि मूर्तगतक्रियया किं जायते? तस्य मूर्तान्तरेण मूर्तान्तरेण न मूर्तान्तरेण विगुणा आकाशे न आकाशे च संयोगः भवति. इत्युक्ते कस्य संयोगः केन जायते? किम् आकाश आकाशः एव आकाश द्रव्यं, परन्तु अत्र आकाशः इति स्वीकुर्मः. अस्तु, विभिन्ना भगिनी गतकरपत्रे संयोगस्य प्रसङ्गे किञ्चित् तत्रैव एतत् सर्वं पठितम् अस्माभिः. मूर्तगतक्रियया तस्य रामप्रिया भगिनी सहायं करोति वा? आं भगिनि, एक द्रव्य मूर्तगतक्रिया क्रिया इत्युक्ते क्रियायाः आश्रयः वा आधारः वा तस्य अन्य मूर्तद्रव्येण सह विगुणा सह च संयोगः भवति. अतः हस्तपुस्तकयोः इति तथैव वाक्यमस्ति, किम् अर्थं न आयति त्वं वदतु भगिनी. आं भगिनि, उदाहरणं स्वीकुर्मः. हस्तपुस्तकयोः इत्युक्ते हस्त इति एकं द्रव्यं, पुस्तकः इति एकं द्रव्यं, तस्य संयोगः भवति इति मूर्तगतक्रियया तस्य मूर्तान्तरेण. इत्युक्ते हस्ते क्रिया भवति, हस्तेन पुस्तकस्य अपसरणं भवति खलु. पुस्तकम् इतः तत्र स्थापयामि पुस्तकं, तर्हि हस्तेन स्थापयामि, तर्हि हस्ते क्रिया भवति. तया क्रियया हस्तपुस्तकयोः संयोगः जायते, अपि च हस्त आकाशयोः संयोगः, अपि तु पुस्तकं पुस्तक आकाशयोः संयोगः अपि जायते इति अर्थः. अग्रे रामप्रिया भगिनी पठतु कृपया. एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अभिवादम्. एवम् अवयवसंयोगेन अवयविनः इत्युक्ते अत्र वयं हस्तपुस्तकयोः शरीरपुस्तकयोः इति उदाहरणं स्वीकुर्मः चेत् यदा हस्तपुस्तकयोः संयोगः जायते चेत् शरीरपुस्तकयोः अपि संयोगः जायते इति अविवादम्. आम्, समीचीनं, परन्तु कथं जायते इति जानीमः खलु. कीदृशः संयोगः प्रत्येकप्रसङ्गे इति प्रथमं तु हस्तपुस्तकयोः संयोगः तु कर्मजः संयोगः कर्मजः तदनन्तरं सायपुस्तकयोः संयोगः तु संयोगजः संयोगः अग्रे पठतु भगिनि हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इत्यपि इत्यस्यापि संयोगप्रकारेण निरूपण प्रकरणे प्रकरणे निरूपणात् इत्युक्ते किम् इत्युक्ते यदा हस्तपुस्तकसंयोगः भवति तत्तु कर्मजः कायपुस्तकसंयोगः जायते संयोगजः संयोगः जायते इति संयोग प्रकरणे वयं निरूपितवन्तः निरूपणात् इत्युक्ते किं पञ्चमी कारणपञ्चमी तस्मात् अस्मिन् विषये विवादम् इत्युक्ते तत्र विवादः एव नास्ति इति अस्ति अविवादम् अग्रे सुनील महोदय स च कर्मजः संयोगजे वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इत्यवश्यं वाच्यम् प्रतिपादयतु अत्र अत्र प्रत्येकं पदं पठित्वा कृपया स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इत्यवश्यं वाच्यम् अत्र कर्मजः इति वयम् इदानीं जानीमः अत्र हस्तपुस्तकयोः संयोगः इत्युक्ते हस्ते विद्यमानक्रियया हस्तपुस्तकयोः संयोगः कर्मजः इति एकनिमिषं महोदय अत्र तु भिन्नम् उदाहरणं दीयते अहम् इदानीं अत्र कर्मजः किम् इति अहम् उक्तवान् आम् अग्रे अस्ति कपालघटसंयोगः अग्रे पठतु महोदय कृपया अन्यथा कपालक्रियया कपालः घटेन संयुक्तः कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारापातात् इदानीं आरम्भतः वदतु कृपया अत्र इदानीं स च कर्मजः संयोगः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इत्यवश्यं वाच्यम् अतः अत्र अवयव अवयविनि संयोगः भवति चेत् तत्र कर्मजः न भवति इति वयं दृष्टवन्तः कुत्र यत्र कपाल क्रियया कपालः घटेन संयुक्तः इति प्रसङ्गे अत्र कपालसंयोगेन कपालः घटेन संयुक्तः इति अस्मिन् प्रसङ्गे अत्र अवयविनि संयोगः एव भवति अत्र कर्मजः न भवति इति कर्मजः अस्तु कर्मजः संयोगजः वा संयोगः इत्युक्ते यः कर्मजः संयोगः हस्ते जायते अपि तु यः संयोगजः संयोगः काये जायते अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि इत्युक्ते मूर्तान्तरे अवयविनि द्वेपि सप्तमी पदानि खलु मूर्तान्तरे अवयविनि जायमानः संयोगः यः संयोगः जायमानः अस्ति अवयविनि तावत् मूर्तान्तरे इत्युक्ते अत्र तु उदा प्रसङ्गः अस्ति कपालघटयोः. तत्र किं भवति, प्रथमम् उदाहरणं तु हस्तः पुस्तकं कायः खलु. अतः अहं पुनः वदामि, अहं क्षम्यताहं संयोगजः इति वक्तुम् इष्टवान्, परन्तु हस्तपुस्तकयोः संयोगः भवति चेत् तत्र कर्मजः भवति, अनन्तरं कायपुस्तकयोः संयोगं प्रति संयोगजः भवति इति. आम् आम्. परन्तु अत्र घट कपाल घटय अत्र उदाहरणे तादृशसंयोगजः न भवति इति. कीदृशसंयोगः? संयोगः भवति परन्तु संयोगजः न भवति. कुत्र न भवति? प्रथमं तु अवयवकर्मण इत्युक्ते अत्र कुत्र कर्म भवति? अवयवे भवति. अवयवे अत्र कपाले भवति. कपाले क्रिया भवति वा अवयवसंयोगेन इत्युक्ते कपालद्वयसंयोगेन? हा, समीचीनं. कपालक्रियया वा कपालद्वयसंयोगेन किं न जायते? अत्र अवयविनी संयोगजः न जायते. संयोगजः न जायते, समीचीनं. संयोगः न जायते इति अवश्यं वाच्यं. स्पष्टं खलु एतावता? घटः. आम् आम्, स्पष्टमेव. परन्तु क्षम्यतात् अहं कर्मजः इति उक्तवान्, संयोगजः इति एव. न, चिन्ता मास्तु, इदानीं तु स्पष्टं खलु. अग्रे पुष्पा भगिनी प्रयत्नं करोति वा? करोमि महोदय, बहु सम्यक् न. कुतः एषः अवयविनि? न न न, अन्यथा अन्यथा कपालक्रियया कपालः घटेन संयुक्तः. कपालक्रिया कपालः घटेन संयुक्तः. अस्तु, कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकरा कोऽपि प्रयत्नं करोति वा एतस्य प्रतिपादनं? प्रयत्नं करोमि. कपालक्रियया कपालः घटेन अस्ति कर्मज कपालः न कर्मजः नास्ति कपालक्रियया कपालः घटेन संयुक्तः. संयुक्तः तु संयोगः न संयोगः संयोगेन अस्ति तथैव न अस्ति. अत्र किम् अस्ति अस्माकम् उदाहरणं किं? प्रथमम् उदाहरणं हस्तपुस्तकयोः संयोगः. हस्तपुस्तकयोः संयोगेन अवयविनि संयोगः जायते खलु. क्रियया न जायते परन्तु संयोगेन जायते. तर्हि किमर्थं न अत्रापि घटे संयोगः न जायते? कपालः संयोगेन कपाले अस्ति. सुनील् महोदय, कपालः अत्र आश्रयत्वं भिन्नः भवति. अत्र हस्तः अत्र भिन्नाश्रयेण तिष्ठति, पुस्तकम् भिन्नाश्रयेण तिष्ठति कर्मतः भवति तदेव तत्र भिन्नता अस्ति खलु स्थितिः अस्ति पुष्पा भगिनि कर्मजः तु कदापि न भवति एव घटे खलु अवयविनि क्रियया संयोगः न जायते एव कदापि अस्माकं प्रथम उदाहरणेन अवयविनि कदापि क्रियया संयोगः न जायते तत्तु व्यवस्थापितमस्ति परन्तु किमर्थं संयोगजः संयोगः न भवति इति प्रश्नः किमर्थं काये तु संयोगजसंयोगः अभवत् खलु किमर्थं न घटे तत्र नास्ति कपालक्रियया अत्र कुलालः कर्मजः न क्रिया कपाले अस्ति कपालगतक्रिया इति अस्ति तत्र कपाले क्रिया वा कपालद्वयसंयोगेन किमर्थं घटे संयोगः न जायते संयोगजः संयोगः न जायते इति प्रश्नः अन्यथा किमर्थम् अन्यथा रामप्रिया भगिनी अन्यथा किमर्थम् अन्यथा इत्युक्ते यदा भवति चेत् आम् आम् यदि संयोगः संयोगजः संयोगः घटे अस्ति इति स्वीकुर्मश्चेत् किं भवति सा आपत्तिः भवति आपातात् इत्युक्ते आपतति इति अस्ति इति आयाति इति तर्हि रामप्रिया भगिनी तत्र किं भवति अन्यथा अन्यथा इत्युक्ते अत्र एतद् न भवति किमर्थम् इत्युक्ते कपालघटः अयुक्त न एकनिमिषं तत्र भव तदा भवति चेत् इति अर्थः भवति चेत् किं भवति भवति चेत् कपालक्रियया कपालः घटेन संयुक्तः भवति प्रथमम् द्वितीयं कपालसंयोगेन कपालः घटेन संयुक्तः भवति कपालद्वयसंयोगेन कपालः घटेन संयुक्तः भवति आहत्य क्रियया वा संयोगेन कपालः घटेन संयुक्तः भवति इति आयाति खलु तत्तु न भवति एव भवति अनुभवविरुद्धः भवति नियमविरुद्धः अपि तु तस्य कस्य विरुद्धः अस्ति कस्य नियमस्य विरुद्धः कर्मजः संयोगजः तत्र विरुद्धः आनुभविकविरुद्धः अस्ति आनुभविकविरुद्धः तत्तु सत्यमेव परन्तु नियमः रामप्रिया भगिनी पठतु कृपया कुतः एषः अवयविनि घटे न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगो भवति न अन्ययोः इति निश्चितम् कौ युतसिद्धौ पृथक् आश्रय आश्रितौ वृक्षः खलु स्व अवयवे स्थितः पक्षी स्व अवयवे च उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः अतः एषः अवयविनि यथा पूर्वस्मिन् परिच्छेदे अस्ति घटे न उत्पद्यते इति विचारः मूर्तयोः युतसिद्धयोः एव युतसिद्धयोः इत्युक्ते पृथक् आश्रय आश्रितौ एव कर्मजः संयोगजः वा भवति न अन्यत्र न भवति इति पृथग् आश्रय आश्रितौ एव युतसिद्धौ इति तस्य उदाहरणरूपेण वृक्षः स्व अवयवे स्थितः, पक्षिः स्व अवयवे स्थितः, अतः तस्य आश्रय आश्रितौ भिन्नः अस्ति. उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः. पक्षिणी पुनः क्रिया उत्पन्नायां क्रियायां सप्तमी यदा पक्षिणी पुनः क्रिया उत्पद्यते चेत् तत्र कर्मजः संयोगः जायते इति. समीचीनम्. अस्तु, उत्पन्नायां क्रियायां सति सप्तमी अस्ति. क्रियायां क्रिया जायते चेत् पक्षिणी कर्मजः संयोगः जायते. केन सह? पक्षिणी तु सप्तमी विभक्त्या न सप्तमी पक्षिणी पक्षिणी सप्तमी विभक्ति. पक्षिणः संयोगः केन जायते भगिनी, रामप्रिया भगिनी? पक्षिणः संयोगः वृक्षे वृक्षेण सह वृक्षेण सह वृक्षेण जायते जायते. समीचीनम्. अग्रे सुनील महोदय. एवं शरीरं परुः च स्व अवयवे स्थितौ ततः हस्तक्रियया हस्ततरुसंयोगः तेन च शरीरतरुसंयोगः इति हि स्थितम्. एवञ्च पृथग् आश्रय आश्रित आश्रितयोरेव युतसिद्धत्वे सिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इति आगतं. तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्. अत्र पुनः तदेव उदाहरणमस्ति. अत्र शरीरं तरुः इति अत्र आश्रयः भिन्न आश्रयः इति तरुः आश्रयः शरीरस्य आश्रयात् भिन्नः इति. अतः हस्तक्रिया पक्षिणी भवति. संयोगः खलु हस्तक्रिया हस्ततरुसंयोगः इति क्रियया हस्ततरुसंयोगः तेन च शरीरतरुसंयोगः इति स्थितम्. अत्र संयोगजः शरीरतरुसंयोगः इति भवति इति. आम् आम्. अग्रे. एवञ्च पृथक् आश्रय आश्रित आश्रितयोरेव युतसिद्धत्वम् इति शुद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इति आगतम्. अतः वयं पूर्वमेव दृष्टवन्तः यदा यदा पृथक् आश्रय आश्रितं भवति तत्र एव युधसिद्धत्वं भवति इति. अतः अत्रापि हस्ततरुसं मध्ये अपि युधसिद्धत्वम् अस्ति इति. समीचीनं. तर्हि सिद्धं नः समीहितं गुणम् तद् अग्रे पठामः. करपत्रम् उद्घाटयन्तु कृपया. संयोगस्य आधारेण पृथक्वभेदयोः परस्परवैलक्षण्यम् इति. पुष्पा भगिनी, अस्ति वा करपत्रम्? अस्ति. कपालभूतलयोः न न तर्हि सिद्धं न समीहितम् इति. अस्ति वा, पठतु कृपया. अवश्यं. तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं कथम् उच्यते? पठामि आमाम् अग्रे पठतु भगिनि तस्य अर्थः पृथगाश्रय आश्रयाश्रित वित्त आश्रिता वित्तस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः तदाश्रयोः तद् तादृशै न एकनिमिषं भगिनी वाक्यशः पठामः तर्हि सिद्धं नः समी पृथगाश्रय तद् अग्रे आयाति पृथगाश्रयाश्रिता वित्तस्य इत्युक्ते किम् आश्रय आश्रितौ इति पठितवन्तः खलु पृथगाश्रय आश्रितौ अत्र श्री न श्री न आश्रितः तत्र दोषः पृथगाश्रयाश्रितवत्यस्य इत्युक्ते किं रामप्रिया भगिनि आम् भगिनि क्षम्यतां प्रश्नः पुनः तत्र तस्य विश्लेषणं पृथगाश्रयाश्रिता वित्तस्य इत्युक्ते किं कथं विश्लेषयामः पृथक् आश्रय आश्रित अस्तु पृथगाश्रयाश्रितौ इति जानीमःश्रयाश्रितौ इत्यस्य इति अस्ति इति एचो यवायावः अवादेशः यान्तवान्तदेशसन्धिः इत्यस्य पृथक्ववन्तौ यौ आश्रयौ तदाश्रितौ इति अर्थः तत्तु जानीमः खलु पुष्पा भगिनी वदति वा पृथक्तवन्तौ पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ इत्युक्ते किं भगिनि अत्र पृथक्त्व आश्रयः आश्रयाश्रितः पृथक्त्ववन्तेन न पृथक्त्ववन्तेन आश्रयः तदाश्रितः अस्ति इत्युक्ते पृथक्ववन्तौ पृथक्ववान् एकः आश्रयः अपरः आश्रयः अपि पृथक्ववान् अस्ति तर्हि पृथक्ववन्तौ द्वौ आश्रयौ खलु आश्रयौ द्विवचनपदं तौ आश्रितौ भवन्तौ तस्मिन् प्रथमे आश्रये आश्रितः भवति अवयविनि पुनः द्वितीये आश्रये आश्रितः भवति अवयविनि तर्हि पृथक्ववन्तौ आश्रयौ तौ तौ आश्रितौ इति तदाश्रित तस्मिन् तयोः आश्रितौ इति अर्थः अस्तु सुनील् महोदय अग्रे तादृशयोः वृक्षपक्षिणोः जायते संयोगः अत्र वृक्ष पक्षी इति पूर्वं वयं दृष्टवन्तः अत्र उदाहरणं तत्र तयोः मध्ये तादृश आश्रयः आश्रयो अस्ति इति एव तादृश इत्युक्ते पृथक्त्वम् इति भवति इति अतः तत्र संयोगः तादृश आश्रयेण भवति एवं संयोगजसंयोगो अपि अतः अत्र संयोगजः भवति अतः संयोगः अपि भवति इति समीहितम् इति इष्टम् अभिलषितं भ्वादिगण भादिगणीयः इह चेष्टायां लटि ईहते त्वान्दे ईहित मया न अवगतं तद् मन्दं मन्दं कृपया समीहितम् तत्र प्रथमं वाक्यम् अस्ति तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं तस्य प्रतिपादनम् अस्ति अत्र समीहितम् इति इष्टं यत् अस्माभिः इष्टं तत् समीहितं वादिगणीयः ईह् चेष्टायाम् इत्युक्ते ईह् धातुः तान्ते ईहितः लटि ईहते ईहते इत्युक्ते सः चाकलेहम् ईहते खलु इच्छति इति अर्थः तान्तपदमस्ति ईहितः तेन चाकलेहः ईहितः इति खलु तदेव अस्ति अग्रे रामप्रिया भगिनी आं भगिनि लक्ष्यं गुणान्तरं पृथक्त्वम् इति वक्ष्यमाणम् अत्र गुणान्तरम् इति पदम् अस्ति तर्हि सिद्धं न समीतं गुणान्तरं पृथक्त्वं गुणान्तरं पृथक्त्वम् इति वक्ष्यमाणम् इदानीं वयं वक्ष्यामः वा इति इत्युक्ते अस्माकं लक्ष्यं किम् पृथक्त्वम् इति गुणान्तरम् इत्युक्ते गुणः अस्मिन् अस्ति इति वा न न मूर्तान्तरम् इति पठितवान् भिन्न भिन्नगुणः सम्यक् गुणान्तरं पृथक्त्वम् इति भिन्नगुणः अस्ति अन्यः गुणः भिन्नः गुणः इति पृथग् आश्रय आश्रित आश्रित्यस्य इति पृथग् आश्रय आश्रितौ इत्यस्य तस्य च अर्थः पृथक्त्ववन्तौ यौ आश्रयौ तद् आश्रितौ तस्य पदस्य अर्थः अस्ति पृथक्त्ववन्तौ यौ आश्रयौ तद् आश्रितौ इति अत्र एव उदाहरणम् अस्ति वृक्षस्य अवयवाः पक्षिणः अवयवेभ्यः पृथक् इति कृत्वा वृक्षस्य अवयवेषु पृथक्त्वम् इति गुणः वर्तते यदा वृक्षस्य अवयवाः सन्ति तद् पक्षिणः अवयवेभ्यः पृथक् इति इति कारणात् तद् भिन्नः तत् कारणात् तद् वृक्षस्य अवयवेषु पृथक्त्वम् इति एकः गुणः अस्ति इति पुनः पठति वा भगिनि किम् आमां पठतु भगिनि वृक्षस्य अवयवाः पुनः पक्षिणः अवयवाः वृक्षस्य अवयवेभ्यः पृथक् इति कृत्वा पक्षिणः अवयवेषु पृथक्त्वम् इति गुणः वर्तते अस्तु वदतु भगिनि पक्षिणः अवयवाः भिन्नः वृक्षस्य अवयवेभ्यः भिन्नः इति कृत्वा पक्षिणः अवयवेषु पृथक्त्वम् इति गुणः अस्ति समीचीनं सुनील् महोदय अनेन वृक्षस्य अवयवः पृथक्त्ववान् पक्षिणः अपि अवयवः पृथक्त्ववान् अतः तत्र भिन्नः पृथक्त्वं वर्तते इति कारणेन वृक्षस्य अवयवः पृथक्तवान् पक्षिणः अवयवः अपि पृथक्तवान् इति उच्यते द्वौ अपि अवयवौ वृक्षस्य एकः पक्षिणः च एकः अवयविनः आश्रयः, अतः इमौ द्वौ अपि पृथक्तवन्तौ आश्रयौ. अतः अत्र पक्षस्य अवयवः एकः अस्ति, पक्षिणः अन्य एकः अवयवः अस्ति, तत्र प्रत्ययं प्रत्यय आश्रयः इति स्वीकृत्य तद् तौ पृथक्त्वं जनयति, अतः तत्र पृथक्तवन्तौ आश्रयौ इति वदामः. यद्यपि वृक्षस्य बहवः अवयवाः अपि तु पक्षिणः बहवः अवयवाः, अत्र सामान्यबोधनार्थं वा सुलभबोधनार्थं वृक्षस्य एकः अवयवः, पक्षिणः एकः अवयवः इति स्वीकुर्मः. यत्र संयोगः भवति इति अतः एव पृथक्ववन्तौ इति द्विवचने भवति खलु. अग्रे पठतु महोदय. वृक्षः वृक्षः स्वस्य पृथक्त्ववति आश्रये आश्रितः, पक्षी अपि स्वस्य पृथक्त्ववति आश्रये आश्रितः, अनेन पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ वृक्षपक्षिणौ पृथगाश्रिता पृथगाश्रयाश्रितौ. अतः वृक्षस्य वृक्षः स्वस्मिन् आश्रये भवति, पक्षी अपि स्वस्मिन् प्रत्येक आश्रये भवति, अस्य आश्रये स्वस्य आश्रये भवति. अत्र पृथक्तवति इति नूतनपदमस्ति. पृथक्तवति इत्युक्ते किं? विभक्ति का? शत्रुप्रत्ययं वा? न, विभक्ति. विभक्ति का? अत्र विशेष्यपदं पश्यतु महोदय. पृथक्तवति इति विशेषणं खलु, तत् विशेषण विशेष्यपदं किम्? आश्रितः किल, आश्रये इति खलु, सप्तमी. अतः पृथक्ववति इति अपि सप्तमी एव विशेषणपदम्. पृथक्ववान्, सः पृथक्ववान्, यस्मिन् पृथक्त्वम् अस्ति सः पृथक्ववान्, आश्रयः पृथक्ववान्, आश्रये पृथक्ववति आश्रये किमपि अस्ति खलु. वृक्षः स्वस्य पृथक्तवति आश्रये आश्रितः अस्ति, पक्षी अपि स्वस्य पृथक्तवति आश्रये आश्रितः अस्ति, अतः पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ वृक्षपक्षिणौ पृथक् आश्रयाश्रितौ इति वदामः. कथं निष्पद्यते इति स्पष्टं खलु. अत्र भिन्न आश्रयः अस्ति, भिन्न आश्रितः अपि अस्ति. भिन्नौ आश्रयौ, भिन्नौ आश्रयौ, भिन्नौ आश्रितौ, तत् पृथक्त्वं जनयति इति कारणेन तत्र पृथक् आश्रय आश्रितौ इति भवति. समीचीनं. अग्रे पृथक् आश्रय आश्रितौ इत्यस्मात् युधसिद्धौ, तस्मात् च वृक्षपक्षिणोः जायते संयोगः. अत्र पृथक् आश्रय आश्रितं भवति इति कारणेन तत्र युधसिद्धः युद्धसिद्धत्वं भवति, अतः पृथक् आश्रित आश्रय आश्रितौ युधसिद्धौ इति. तस्मात् कारणेन वृक्षपक्षिणोः मध्ये संयोगः भवति. कष्टं खलु. पृथक्व पृथगाश्रय आश्रितौ इत्यस्य विश्लेषणं तु स्पष्टं भवेत्. वृक्षपक्षिणौ न पृथक्व पृथगाश्रयाश्रितौ इत्यस्य तत्तु वृक्षपक्षिणौ पृथगाश्रय आश्रितौ. अग्रे रामप्रिया भगिनी पठति वा? आं भगिनि. कपालभूतलयोः पृथगाश्रय आश्रितत्वेन तयोः संयोगः संयोगसम्भवे अपि घटकपालयोः तदाविधत्व अभावात् न तयोः कर्मजसंयोगः कर्मजसंयोगजसंयोगोत्पत्तिः. कपालभूतलयोः कर्मजसंयोगश्च संयोगजसंयोगश्च उत्पत्तुम् अर्हति. किमर्थं? प्रियकृतगाश्रय आश्रितत्वात्. किन्तु कटकपालयोः तदाविधं पृथगाश्रय आश्रितत्वं नास्ति. तदाविधत्वस्य अभावात् न तयोः कर्मजसंयोगजसंयोगस्य उत्पत्तिः. यदा वयम् इदानीं दृष्टवन्तः कपालभूतलयोः पृथग् आश्रय आश्रितत्वेन तयोः संयोगः सम्भवे अपि. आं भगिनि, तस्य अर्थः तु अग्रे आयाति. यदा कपालभूतलयोः पृथग् आश्रय आश्रितत्वम् अस्ति तत्र संयोगः अपि सम्भवति. तदाविध कटकपालयोः मध्ये तदाविधम् अभावः अस्ति. तद् इत्युक्ते संयोगः न भवति इति. कस्य अभावः? घटकपालयोः मध्ये संयोगस्य अभावः. कपालभूतलयोः पृथग् आश्रय आश्रितत्वस्य अभावः. तदाविधत्व अभावात् इत्युक्ते पृथग् आश्रय आश्रितत्व अभावात् न तयोः इत्युक्ते घटकपालयोः कर्मजः संयोगजः संयोग उत्पत्तिः. तत्र कर्मजः संयोगजः न भवति, अतः संयोग उत्पत्तिः अपि न भवति घटकपालयोः मध्ये. समीचीनं, तदेव अस्ति किल? तदेव अस्ति अर्थः. अत्र कपालभूतलयोः प्रथमं वाक्यं तु पुस्तकात् अस्ति. उत्पत्तुम् अर्हति इति. कपालभूतलयोः अस्ति, घटकपालयोः नास्ति. यतोहि किमर्थं नास्ति? संयोगजः कर्मजसंयोगजः संयोगः नास्ति. परन्तु किमर्थं नास्ति संयोगः? किमर्थं न सम्भवति घटकपालयोः? अत्र कर्मजः नास्ति न पृथग् आश्रय आश्रितत्वं नास्ति खलु? पृथग् पृथक् आश्रय आश्रितत्वं नास्ति. किमर्थं? तथैव संयोगजः नास्ति, कर्मजः तु नास्ति. किमर्थं पृथग् आश्रय आश्रितत्वं नास्ति भगिनि, रामप्रिया भगिनि? कपालः घटकपालयोः मध्ये तद् विनाशपर्यन्तं तद् कपालः आश्रित एव घटः स्थितः अस्ति, अतः तस्य पृथग् आश्रय आश्रितत्वं नास्ति. समीचीनम्, अस्तु समापयामः अत्र. प्रश्नः अस्ति वा? नास्ति भगिनि. मम तु बहु प्रश्नाः सन्ति. वदतु भगिनि. मनसि नास्ति. ओ, तर्हि लिखित्वा आगच्छतु अग्रिमवर्गे कृपया. मनसि सर्वे नास्ति स्तः. परन्तु यदा प्रश्नः मनसि उदेति तर्हि लिखतु कृपया ईपत्रेण वा. मनसि न सन्ति अत्र अधुना पठामि श्वः परश्वः गच्छति. अस्तु कृपया एतत् पत्रं कृपया मन्दं मन्दं पठतु. प्रत्येकं परिच्छेदे पुस्तकात् अस्ति वाक्यं. अष्टनवतितमे पृष्ठे ये परिच्छेदाः सन्ति तेभ्यः सन्ति वाक्यानि. प्रत्येकं वाक्यस्य अर्थः प्रतिपादनं च महोदयेन कृतम् अस्ति करपत्रे. अतः मन्दं मन्दं पठतु. प्रश्नाः उत्तराणि सन्ति अत्र अत्र अत्र अस्ति. अहं पठामि. तत्तु मम अर्थं बहु सम्यक् जायते न अहं न जानामि. अस्तु अस्तु भगिनि. तर्हि सिद्धं न समीहितं गुणान्तरं पृथक्त्वम् इति इत्यस्य अर्थः स्पष्टः वा? पठामि चेत् अर्थः सम्यक् जायते. तत्तु श्वः रामप्रिय भगिनी सुनील महोदय अर्थः स्पष्टः वा? तर्हि सिद्धं किमर्थं सिद्धं सिद्धं वा एतावता एतावता किं भगिनि प्रश्नः न अवगतः. क्षम्यतां. सिद्धं नः समीहितम् इति अस्ति खलु? इत्युक्ते अस्माभिः यत् इष्टम् अस्ति सिद्धं सिद्धं यत् गुणान्तरं पृथक्त्वम् इति. परन्तु किमर्थं सिद्धम् इति अग्रे आयाति. परन्तु अस्माभिः यत् इष्टम् अस्ति तत्तु गुणान्तरं पृथक्त्वम् इति. पृथक्त्वम् इति. तर्हि समापयामः वा? आं भगिनि. शुभरात्रिः. धन्यवादः. धन्यवादः.